पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 123 कार्तिकेय उवाच भगवन् श्रोतुमिच्छामि व्रतानामुत्तमं व्रतं विधिं मासोपवासस्य बलं चास्य यथोदितं यथाविधि नरैः कार्या व्रतचर्या यथा भवेद् आरभ्यते यथा पूर्वं समाप्यं हि यथाविधि यावत्सङ्ख्यं तु कर्तव्यं तत् ब्रब्रूहि महेश्वर व्रतमेधसुरश्रेष्ठविस्तरेण ममानका श्रीरुद्र उवाच साधु पावकि सर्वं ते यत्पृष्ठं प्रब्रुवे नख भक्त्या मदिमदां श्रेष्ठ शृणुष्व गदतो मम सुराणां च यथा विष्णुस्तपतां च यथा रविः मेरुशिखरिणां यद्वद्वैनतेयश्च पक्षिणां तीर्थानां तु यथा गङ्गा प्रजानां तु यथा वणिक श्रेष्ठं सर्वव्रतानां तु तद्वन्मासोपवासनं सर्वव्रतेषु यत्पुण्यं सर्वतीर्थेषु चैव हि सर्वदानोद्भवं चैव लभेन्मासोपवासकृत अग्निष्ठोमादिभिर्यज्ञायैर्विविधैर्भूरि दक्षिणैः न तत्पुण्यमाप्नोति यन्मास परिलङ्घनाद् तेन जप्तं हुदं दत्तं तपस्तप्तं कृता स्वथा यकरोदिविधानेन नरो मासमुपोषणम् उद्दिश्य वैष्णवं यज्ञं समभ्यर्च्य जनार्दनं गुरोराज्ञां ततो लब्ध्वा कुर्यान्मासोपवासनं वैष्णवानि यथोक्तानि कृत्वा सर्वव्रतानि तु द्वादश्यादीनि पुण्यानि ततो मासमुपावसेद अधिकृच्छ्र्यं च पाराहं कृत्वा चान्द्रायणं ततः मासोपवासं कुर्वीद ज्ञात्वा देह बलाबलं वानप्रस्थो यदिर्वापि नारी वा विधवा मुने मासोपवासं कुर्वीद गुरोर्विप्राज्ञया तदः आश्विनश्यामले पक्षे एकादश्यामुपोषितः व्रतमेतत्तु गृह्णीयाद्यावत्त्रिंशद्दिनानि तु वासुदेवं समभ्यर्च्य कार्तिकं सकलं नरः मासं चोपवसेद्यस्तु समुक्तिफलभाग्भवेद् अच्युतस्यालये भक्त्या त्रिकालं कुमुदैः शुभैः मालतीन्दीवरैपद्मैः कमलैस्तु सुगन्धिभिः कुङ्कुमोक्षीरकर्पूरैर्विलिप्य वरचन्दनैः नैवेद्यधूपदीपाद्यैरर्चयेच्च जनार्दनं मनसा कर्मणा वाचा पूजयेद्गरुडध्वजं कुर्वन्नरस्त्रीविधवा बृहद्भक्तिर्जितेन्द्रियः नाम्नामेव तथा लाभं विष्णो कुर्यादहर्निशम् भक्त्या विष्णोस्तु दुर्वाच्या मिथ्यालापविवर्जिता सर्वसत्त्वदयायुक्तः शान्तवृत्तिरहिंसकः सुप्तो बाह्यासनस्थो वा वासुदेवं प्रकीर्तयेद् स्मृत्वा लोकनगन्धादिस्वादिदं परिकीर्तितम् अन्नस्य वर्जयेद्ग्रासं ग्रासानां सम्भ्रमोक्षणं गात्राभ्यङ्गं शिरोभ्यङ्गं ताम्बूलं सविलेपनं वृतस्थो वर्जये सर्वं यच्चान्यच्च निराकृतं न व्रतस्तस्पृश्येत् किञ्चिद्विकर्मस्थं न चालयेद् देवतायतने तिष्ठन् गृहस्थश्चाचरेद्व्रतम् कृत्वा मासोपवासं तु यथोक्तविधिना नरः नारी वा विधवा साध्वी वासुदेवं समर्चयेद् अन्यूनाधिकमेवं तु व्रतं त्रिंशद्दिनैरिति कृत्वा मासोपवासं तु संयतात्माजितेन्द्रियः ततोच्चयेदेव पुण्यं द्वादश्यां गरुडध्वजं पूजयेत् पुष्पमालाभिर्गन्धधूपविलेपनैः वस्त्रालङ्कारवाद्यैश्च तोषयेदच्युतं नरः स्नापयेद्धरिं भक्त्या तीर्थचन्दनवाजिभिः चन्दनेनानुलिप्ताङ्गं धूपपुष्पैरलङ्कृतं वस्त्रदानादिभिश्चैव भोजयित्वा द्विजोत्तमान् याच्च दक्षिणां तेभ्यः प्रणिपत्य क्षमापयेद विप्रान् क्षमापयित्वा तु विसृज्याभ्यर्च्य पूज्य च एवं वित्तानुसारेण भक्तियुक्तेन शक्रिदः एवं मासोपवासान् हि कृत्वाभ्यर्च्य जनार्दनं भोजयित्वा द्विजांश्चैव विष्णुलोके महीयते एवं मासोपवासान्ते कृत्वा विप्रांस्त्रयोदश निर्यापये तदस्तान्वै विधिना येन तच्छृणु कारयेद्वैष्णवं यज्ञ मेकादश्यमुपोषितः पूजयित्वा दुदेवेश्यमाचार्यानुज्ञया हरिम् अर्चयित्वा यथा शक्रिया ह्यभिवाद्य गुरुं तथा तदोनु भोजयेद्विप्रान्नमस्कार पुरःसरं विशुद्धकुलचारित्रान् विष्णु पूजनतत्परान् पूजयित्वा तथा सर्वान् भोजयित्वा त्रयोदशः ताम्बूलवस्त्रयुग्मानि भोजनाच्छादनानि च योगपट्टानि सूत्राणि ब्रह्मसूत्राणि चैव हि दत्त्वा चैव द्विजाग्रेभ्यः पूजयित्वा प्रणम्य च तदोनु पूजयेद्भक्त्या शय्यास्तरणसंस्कृतां साक्षादनां शुभां श्रेष्ठां सोपधानामलङ्कृतां कारयित्वात्मनोमूर्तिं काञ्चनीं तु स्वशक्रिदः न्यसे तस्यां तु शय्यायामर्चयित्वा स्रगादिभिः आसनं पादुकाच्छत्रं वस्त्रयुग्ममुपानहौ पवित्राणि च पुष्पाणि शय्यायामुपकल्पयेद् एवं शय्यां तु सङ्कल्प्य प्रणिपत्य च तान् द्विजान् प्रार्थये चानुमोदार्थं विष्णुलोकं व्रजाम्यहम् ततो व्रजनरप्रेष्ठं विष्णोस्थानमनामयम् मण्डपस्थांस्तु तान्विप्रानिधिवाच्यं मुहुर्विहुः मन्त्रहीनं भक्तिहीनं क्रियाहीनं द्विजोत्तमाः सर्वं सम्पूर्णतां यादु भवद्वाक्यप्रसादः विधिर्मासोपवासस्य यथावत्परिकीर्तितः इति श्रीपाद्मे महापुराणे उत्तरखण्डे श्रीकृष्णसत्यभामसंवादे मासोपवासकथनं नाम त्रयोविंशत्यधिकशततमोऽध्यायः ओम्।